पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 38 महादेव उवाच एकस्मिन् समये पुत्र गतोऽहं विष्णुसन्निधौ तत्र पृष्ठं मया पूर्वं माहात्म्यं द्वादशीभवम् नारद उवाच कीदृशी स्यान्महादेव महाद्वादशिका परा तस्या व्रते फलं कीदृग्वद सर्वेश्वरप्रभो शिव उवाच इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा वृक्षयोगैश्च संयुक्ता कर्तव्या मुनिसत्तमैः जया च विजया चैव जयन्ती पापनाशिनी सर्वपापहराश्चैदाः कर्तव्या फलकाङ्क्षिभिः एकादश्यां यदा वृक्षं शुक्लपक्षे पुनर्वसुः नाम्ना सा च जयाख्यादा तिथीनामुत्तमातिथिः तामुपोष्य नरपापान्मुच्यते नात्र संशयः यथा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेद् विजया सा समाख्यादा तिथीनामुत्तमातिथिः सहस्रगुणितं दानं यस्यां वै विप्रभोजनं होमस्तथोपवासश्च सहस्राधिफलप्रदः यथा च शुक्लद्वादश्यां प्राजापत्यं हि जायते जयन्ती नाम सा प्रोक्ता सर्वपापहरातिथिः सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु प्रक्षालयदि गोविन्दस्तस्यामभ्यर्चितो ध्रुवं यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्षिचिद तदा तु सा महापुण्या भविता पापनाशनी यो ददादितिलप्रस्थं नित्यं संवत्सरं प्रति उपवासं च यस्तस्यां करोत्येतत्समं स्मृतं तस्यां जगत्पदिर्देवस्तुष्टः सर्वेश्वरो हरिः प्रत्यक्षदां प्रयात्येव तत्रानन्दफलं स्मृतं सगरेण ककुत्स्थेन नहुषेण च साधितः तस्यामाराधितकृष्णो दत्तवानखिलं भुवि वाचिकान् मानसाद्वापि कायजाच्च विशेषतः सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः तामेकां समुपोष्याध पुण्यनक्षत्रसंयुताम् एकादशीसहस्रस्य फलं प्राप्नोति मानवः स्नानं दानं जपो होमस्वाध्यायो देवतार्चनम् यत्तस्यां क्रियते किञ्चित् तदक्षयफलं स्मृतं तस्मादेषा प्रकर्तव्या यत्नेन फलकाङ्क्षिभिः पञ्चमेनाश्वमेधेन यदि स्नादो युधिष्ठिरः पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम् युधिष्ठिर उवाच उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन श्रीभगवानुवाच हेमन्दे चैव सम्प्राप्ते मासे मार्गे च शोभने कृष्णपक्षे च या पार्थद्वादशी तामुपोषयेद दशम्यां चैकभक्तश्च शुद्धचित्तो दृढव्रतः नक्तं चैव तथा ज्ञात्वा दशम्यां नियतः सदा दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे नक्तं च तद्विजानीयान्ननक्तं निशिभोजनं नक्षत्रदर्शनान्नक्तं गृहस्थस्य विधीयते यदेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनं तदप्रभातसमये कृत्वा च नियमं व्रती मध्याह्ने च तथा पार्थस्नानं शुचिस्समाचरेद अधमं कूपके स्नानं वाप्यां स्नानं च मध्यमम् तडागे चोत्तमं स्नानं नद्यां स्नानं ततः परं पीड्यन्ते जन्तवो यत्र जलमध्ये व्यवस्थिते तत्र स्नाने कृते पार्थ पापं पुण्यं समं भवेद गृहे चैवोत्तमं स्नानं जलं चैव विशोधयेत् तस्मात् पाण्डवश्रेष्ठगृहे स्नानं समाचरेद अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे मृत्तिके हरमे पापं यन्मया पूर्वसञ्चितं क्रोधलोभौ परित्यज्य चैकचित्तो दृढव्रतः नालापेदान्त्यजं चैव तथा पाखण्डिनो नरान् मिथ्या वादरतांश्चैव तथा ब्राह्मणनिन्दकान् अन्यांश्चैव दुराचारानगम्यागमनेरतान् परद्रव्यापहारांश्च परदाराभिगामिनः केशवं पूजयित्वादु नैवेद्यं तत्र कारयेद् दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेतसा तद्दिने वर्जयेत्पार्थ निद्रां चैव दुमैथुनं धर्मशास्त्रविनोदेन दिनं सर्वं निवारयेद् रात्रौ जागरणं कृत्वा भक्तियुक्तो नृपोत्तम विप्रेभ्यो दक्षिणां दद्यात् प्रणिपत्य क्षमापयेद् यदा कृष्णा तथा शुक्ला विधिनैवं प्रकारयेद् एकादशीं द्विजः पार्थ विभेदं नैव कारयेद् एवं हि कुरुदे यस्तु शृणु तस्य हि यत्फलं शङ्कोद्धारे नरस्नात्वा दृष्ट्वा देवं गदाधरम् एकादश्युपवासस्य कलां नार्हदि षोडशीं सङ्क्रान्तिषु चतुर्लक्षं यो ददाति नृपोत्तम एकादश्युपवासस्य कलां नार्हदि षोडशीं प्रभासक्षेत्रे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः तद्फलं जायते नूनमेकादश्युपवासिनः केदारे चोदकं पीत्वा पुनर्जन्मन विद्यते तथा चैकादशी पार्थ गर्भवासक्षयङ्करी अश्वमेधस्य यज्ञस्य पृथिव्यां यद्फलं लभेत तस्माच्छदगुणं पुण्यमेकादश्युपवासिनः तपस्विनो गृहे यस्य भुञ्जते च द्विजोत्तमाः तद्फलं जायते नूनमेकादश्युपवासिनः गोसहस्रेण यत्पुण्यं दत्त्वा वेदान्तपारगे तस्माच्छतगुणं पुण्यमेकादश्युपवासिनः येषां देहे त्रयो देवा ब्रह्मविष्णुमहेश्वराः वसन्ति तेषां ते तुल्या एकादश्युपवासिनः ते नरा पुण्यकर्माणो ये भक्ता हरिपूजकाः एकादशी व्रतस्यापि पुण्यसङ्ख्या न विद्यते एतत् पुण्यं भवेत् तस्य यत्सुरैरपि दुर्लभम् एतस्मादर्धपुण्यं तु प्राप्यते नक्तभोजनाद् नक्तस्यार्थं भवेत् पुण्यमेकभक्तेन देहिनां तावत् गर्जन्ति तीर्थानि दानानि नियमानि च यावन्नोपोषयेज्जन्तुर्वासरं विष्णुवल्लभं तस्मात् त्वं पाण्डवश्रेष्ठव्रतमेतत्समाचर पुण्यसङ्ख्यां न जानामि यत्त्वं पृच्छसि पाण्डव यद्दद्धि कथितं पार्थ यद्गोप्यं व्रतमुत्तमम् एकादशी समं नास्ति कृत्वा यज्ञसहस्रकं युधिष्ठिर उवाच उत्पन्ना सा कथं देव पुण्या चैकादशीतिथिः कथं पवित्रा विश्वेस्मिन् कथं वै देवता प्रिया श्रीभगवानुवाच पुरा कृतयुगे पार्थ मुरनामे दिनानवः अत्यद्भुतो महारौद्र सर्वदेवभयङ्करः इन्द्रोऽपि निर्जितस्तेन सर्वदेवास्तथा नृप महासुरेण तेनैव मृत्युना च दुरात्मना स्वर्गान्निराकृतास्तेन विचरन्ति महीतले सशङ्काभयभीताश्च सर्वे गत्वा महेश्वरम् इन्द्रेण कथितं सर्वमीश्वरस्यापि चाग्रदः स्वर्गलोकपरिभ्रष्टा विचरन्ति महीतले मर्त्येषु संस्थिता देवा न शोभन्ते महेश्वर उपायं ब्रूहि मे देव ह्यमरायान्ति कां गतिं महादेव उवाच देवराजसुरश्रेष्ठ यत्रास्ते गरुडध्वजः शरण्यश्च जगन्नाथ परित्रादा परायणः तत्र गच्छ सुरश्रेष्ठ सवो रक्षां विधास्यति ईश्वरस्य वच श्रुत्वा देवराजो महामतिः त्रिदशैः सहितो यत्र गतस्तत्र युधिष्ठिर जलमध्ये प्रसुप्तं तं दृष्ट्वा देवं गदाधरम् कृताञ्जलिपुडो भूत्वा इन्द्रस्तोत्रमुदीरयद इन्द्र उवाच ॐ नमो देवदेवेश देवदानववन्दित दैत्यारे पुण्डरीकाक्षत्राहिनो मधुसूदन सुराः सर्वे समायादा भयभीताश्च दानवाद शरणं त्वां जगन्नाथ त्राहि मां भक्तवत्सल त्राहि नो देवदेवेश त्राहि त्राहि जनार्दन त्राहि वै पुण्डरीकाक्ष दानवानां विनाशक त्वत्समीपं गदा सर्वे त्वमेव शरणं प्रभो च शरणागतानां देवानां स सहायं कुरु वै प्रभो त्वं पदिस्त्वं मदिर्देवत्वं कर्ता त्वं च कारणं त्वं मादा सर्वलोकानां त्वमेव जगदः पिता भगवन् देवदेवेश शरणागतवत्सल शरणं तव छायादा भयभीताश्च देवताः देवता निर्जिताः सर्वा स्वर्गभ्रष्टा कृता प्रभो अत्युग्रेण हि दैत्येन मुरनाम्ना महौजसा इन्द्रस्य वचनं श्रुत्वा विष्णोर्वचनमब्रवीद श्रीभगवानुवाच कीदृशो दानवशक्र किं रूपं कीदृशं बलं क्व स्थानं तस्य दुष्टस्य किं वीर्यं कः पराक्रमः किं वरं तस्य दुष्टस्य ममाख्या हि महामते इन्द्र उवाच पूर्वं बभूव देवेश ब्रह्म वंशसमुद्भवः तालजङ्घस्तु नाम्ना च अत्युग्रोऽपि महासुरः तस्य पुत्रो हि विख्यातो मुरनामेदि दानवः अत्युत्कडो महावीर्यो देवतानां भयङ्करः पुरीचन्द्रावती नाम्ना तत्र स्थाने वसत्यसौ निर्जिता देवता सर्वा स्वर्गतेन विवासिताः इन्द्रोऽन्योरोपितस्तेन वादश्चैव हुदाशनः चन्द्रसूर्यो कृतौ चान्यौ वायुर्वरुण एव च सर्वात्मकृतं तेन सत्यं सत्यं जनार्दन देवलोककृतस्तेन सर्वस्थानविवर्जितः तस्य तद्वचनं श्रुत्वा कोपमानो जनार्दनः हनिष्ये दानवं दुष्टं देवतानां भयङ्करम् त्रिदशैषहितो देवो गदश्चन्द्रावतीं पुरीं दृष्टो देवैस्तु दैत्येन्द्रो गर्जमानः पुनः पुनः तेन सर्वे जिदा देव गदाश्चैव दिशो दश हरिं निरीक्ष्य प्रोवाच तिष्ठतिष्ठे दिदानवः भगवानब्रवीत्तं च क्रोध संरक्तलोचनः श्रीभगवानुवाच रे दानव दुराचार मम बाहुं निरीक्षय ततस्ते सम्मुखा सर्वे विष्णुना दुष्टदानवाः हदा बाणैः पुनर्दिव्यैर्जाताश्च भयविह्वलाः चक्रं मुक्तं च कृष्णेन दैत्यसैन्येषु पाण्डव तेन छिन्नास्तु शतशो बहवो निधनं गदाः एकोऽपि दानवस्तत्र युध्यमानो मुहुर्मुहुः नष्टाः सर्वे सुरास्तेन निर्जितो मधुसूदनः निर्जितं तेन दैत्येन बाहुयुद्धमजायत बाहुयुद्धं कृतं तेन दिव्यं वर्षसहस्रकम् विष्णुश्चिन्तां प्रसन्नश्च नष्टाः सर्वाश्च देवताः विष्णुश्च निर्जितस्तेन गदो बदरिकाश्रमम् गुहासिंहावती नाम तत्र सुप्तो जनार्दनः यो जनद्वादशवती एकद्वारा च पाण्डव तस्यां विष्टप्रसुप्तश्च दानवो हन्तुमुद्यतः महायुद्धेन तेनैव श्रान्तोऽसौ योगमायया दानव पृष्ठदो लग्नो प्रविष्टः स तदा गुहां प्रसुप्तं तत्र मां दृष्ट्वा दानवो हर्षमागतः युद्धं मां निर्जितं मत्वा प्रविष्टं शङ्कयाकरिं निःसन्देहं हनिष्यामि दानवानां भयङ्करम् निर्गदा कन्यका तत्र विष्णुदेहाद्युधिष्ठिररूपवती सुसौभाग्या दिव्यप्रहरणायुधा तस्य तेजोंशसम्भूता महाबलपराक्रमा दष्टा सा दानवेन्द्रेण मुरनाम्ना धनञ्जय युद्धं समाहितं तेन स्त्रिया चैव प्रयाचितं कन्यका युध्यते तत्र सर्वयुद्धविशारदा हुङ्गारैर्भस्मसाज्जादो मुरनामा महासुरः निहदे दानवे तस्मिंस्तत्र देवस्त्वबुध्यत पतितं दानवं दृष्ट्वा तदो विस्मयमागतः केनायं जहदो रौद्रो ह्युत्युग्रो मम शात्रवः अत्युग्रं च कृतं कर्म मम कारुण्यधकृतं कन्योवाच तेन देवाश्च गन्धर्वा सयक्षोरग राक्षसाः इन्द्राद्या सकला जित्वा स्वर्गा चैव निराकृताः हरिः सूक्तो मया दृष्टो मुरः पृष्ठे समागतः संहरिष्यदि त्रैलोक्यं सुप्ते चैव जनार्दने तस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् अहं च निर्जितो येन कथं सोऽपि त्वया जिदः एकादस्युवाच त्वत्प्रसादाच्च भो स्वामिन्महादैत्यो मया हतः श्रीभगवानुवाच आनन्दं त्रिषु लोकेषु मुनयो देवता गताः ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोचते ददामि च न सन्देहो यत्सुरैरपि दुर्लभम् एकादश्युवाच यदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन वरमेकं तु वाञ्छामि हृदये च जगत्पदे प्रार्थयामि च देवेश ईप्सितं च मया प्रभो यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे श्रीभगवानुवाच सत्यं सत्यं मया प्रोक्तम् अवश्यं तव सुव्रते तिस्रो वाचो मया दत्ता न च वाक्यं भवेदिह एकादश्युवाच त्रिभुवनेषु च देवेश चतुर्युगेषु साम्प्रतं त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो सर्वतीर्थप्रदानं हि सर्वविघ्नविनाशिनी सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम् मामु पोष्यन्ति ये भक्त्या तव भक्त्या जनार्दन सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो उपवासं च नक्तं च एकभक्तं करोति च तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव विष्णुरुवाच यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति सर्वान् मनोरथान् भद्रे दास्यसि त्वं च नान्यथा मम भक्ताश्च ये लोके ये च भक्तास्तु कार्तिके चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो त्वां च शक्तिमहं मन्ये एकादशी व्रतस्थिताः मम पूजां करिष्यन्ति मोक्षगास्तेन संशयः तृतीया चाष्टमी चैव नवमी च चतुर्दशी एकादशी विशेषेण तिथिरेषा हरिप्रिया सर्वतीर्थादिकं पुण्यं सत्यं सत्यं न संशयः इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः हृष्टा पुष्टा च संजाता एकादशी महाव्रता शत्रुं हंसि परां तस्य ददासि परमां गतिं त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा उभयोः पक्षयोः पार्थतुल्या एकादशी शुभा न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत् विभेदो नैव कर्तव्यः समस्तव्रतकारिभिः दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः तिथिरेका भवेत् सर्वा पक्षयोरुभयोरपि उभयैकादशी स्वल्पाह्यन्ते चैव त्रयोदशी मध्ये द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया एका मुपोषयेत्तां वै सहस्रैकादशी फलम् सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी पूर्वविद्धानकर्तव्या परविद्धामुपोषयेत् एकादशी ह्यहोरात्रं प्रभादे कडिका भवेद् सा तिथिपरिहर्तव्या उपोष्या द्वादशी युधा एवं विधा मया प्रोक्ता पक्षयोरुभयोरपि एकादश्यां प्रकुर्वीदह्युपवासं न संशयः तेयान्ति वैष्णवं स्थानं यत्रास्ते गरुडध्वजः धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत् गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः दिवा वा यदि वा रात्रौ ये वै शृण्वन्ति भक्तितः ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तमा एकादशी समं नास्ति व्रतं पापप्रणाशनम् इति श्रीपद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे एकादश्युत्पत्तिमुरवधो नामाष्टत्रिंशोऽध्यायः ॐ